Ah. लक्ष्मी महोदय, आम् महोदय, सर्वेभ्यः नमस्कारः. अध ध्यानम् ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयम् ॐ अर्थाय व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम् अद्वैतामृतवर्षिणीं भगवतीम् अष्टादशाध्यायिनीम् अद्वैतामृतवर्षिणीं भगवतीम् अष्टादशाध्यायिनीम् अम्ब त्वामनुसन्धदामि भगवद्गीते भवद्वेषिणीम् त्वानुसन्दधामि भगवद्गीते भवेत् विषिणीम् नमोऽस्तु ते व्यासविशालबुद्धे पुल्लारविन्दायतपत्रनेत्र नमोऽस्तु ते व्यासविशालबुद्धे पुल्लारविन्दायतपत्रनेत्र पत्रनेत्र येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रपन्नपारिजाताय स्तोत्रवेत्रैकपाणये प्रपन्नपारिजाताय स्तोत्रवेत्रैकपाणये ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः वसुदेवसुतं देवं कंसचाणूरमर्दनम् वसुदेवसुतं देवं कंसचाणूरमर्दनम् देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम् देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम् भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी सोत्तीर्णा खलु पाण्डवैरणनदी कैवर्तकः केशवः केशवः आराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटम्। नानाख्यानकेसरं हरिकथा सम्बोधनाबोधितम्। लोके षड्जनषट्पदैरहरः पेपीयमानं मुदा। लोके भूयाद्भारतपङ्कजं कलिमल प्रध्वंसिनः श्रेयसे। मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम्। यत्कृपातमहं वन्दे परमानन्दमाधवम्। शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम्। विश्वाधारं गगनसदृशं मेघवर्णं सुभाङ्गम्। विश्वाधारं गगनसदृशं मेघनाशुभाङ्गम्। लक्ष्मीकान्तं कमलनयनं योगिहृद्यानगम्यम्। लक्ष्मीकान्तं कमलनयनं योगविद्यार्थगमन गम्यम्। वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्। वन्दे विष्णुं भवभयहरौ सर्वलोकैकनाथम्। यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैस्तवैः। यं ब्रह्मा वरुणेन्द्ररुद्रं मरुतः स्तुन्वन्ति दिव्यैस्तवैः। वेदैः साङ्गपदक्रमोपनिषदैः गायन्ति यं सामगाः। वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यः सामगाः। ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो। ध्यानावस्थितगतेन मनसा पश्यन्ति यं योगिनो। यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः। यस्यान्तं न विदुः सुरसुरगणा देवाय तस्मै नमः। अथ गीतामाहात्म्यम्। अथ गीतामाहात्म्यम्। गीताशास्त्रमिदं पुण्यं यः पठेत् प्रयतः पुमान्। गीताशास्त्रमिदं पुण्यं यः पठेत् प्रयतः पुमान्। विष्णो पदमवाप्नोति भयशोकादिवर्जितः। विष्णो पदमवाप्नोति भयशोकविवर्जितः। गीताध्ययनशीलस्य प्राणायामपरस्य च गीताध्ययनशीलस्य प्राणायामपरस्य च नैव सन्ति हि पापानि पूर्वजन्मकृतानि च नैव सन्ति हि पापानि पूर्वजन्मकृतानि च। मलनिर्मोचनं पुंसां जलस्नानं दिने दिने मलनिर्मोचनं पुंसां जलस्नानं दिने दिने। सद्गृतां सद्गृद्गीताम्भसि स्नानं संसारमलनाशनम् सकृत् गीताम्भसि स्नानं संसारमलनाशनम्। गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः। या स्वयं पद्मनाभस्य मुखपद्माद्विनिः श्रुता स्वयं पद्मनाभस्य मुखपद्मादिनिसृता भारतामृतसर्वस्वं विष्णोर्वक्त्राद्विनिःश्रुतम् भारतामृतसर्वस्वं विष्णोर्वक्त्राद्विनिःश्रुतम् गीता गङ्गोदकं पीत्वा पुनर्जन्म न विद्यते गीता गङ्गोदकं पीत्वा पुनर्जन्मते सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः सर्वोपनिषदो गोपालनन्दनः पार्थो वत्सलसुधीर्भोक्ता दुग्धं गीतामृतं महत् एकं शास्त्रं देवकीपुत्रगीतम् एको देवो देवकीपुत्र एव एकशास्त्रं देवकीपुत्र गीतम् एको देवो देवकीपुत्र एव एको मन्त्रस्तस्य नामानि यानि कर्माप्येकं तस्य देवस्य सेवा एको ॐ ॐ श्रीपरमात्मने नमः। श्रीमद्भगवद्गीता अथ दशमोऽध्यायः। श्रीपरमात्मने नमः। तद्भगवद्गीता तद्दशमोऽध्यायः। श्रीभगवानुवाच श्रीभगवानुवाच भूय एव महाबाहो शृणु मे परमो वचः। भूय एव महाबाहो शृणु मे परमं वचः। यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया। एतत्येहं प्रीयमाणनाय वक्षस्यामि हितकाम्यया। न मे विदुःसुरगणाः प्रभवन्न महर्षयः। न मे विदुः असुरगणाः प्रभवं न महर्षयः अहमादिर्हि देवानां महर्षीणां च सर्वशः अहमादिर्हि देवानां महर्षीणां च सर्वशः यो मामजमनादिञ्च वेत्ति लोकमहेश्वरम् यो मामजमनादिं च वेत्ति लोकमहेश्वरम् असम्मूढसमत्येषु सर्वपापैः प्रमुच्यते असम्मूढसमत्येषु सर्वपापैः प्रमुच्यते बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यन्दमशमः बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं तमश्रमः सुखं दुःखं भवो भावो भयं चाभयमेव च सुखं दुःखं भवो भावो भयं च भयमेव च अहिंसा समता तुष्टिस्तपोदानं यशो यशः अहिंसा समता दृष्टिस्तपोदानं यशो यशः भवन्ति भावा भूतानां मत्तयेव पृथग्विधाः भवन्ति भावा भूतानां मत्तयेव पृथग्विधाः महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा मद्भावा मानसा जाता येषां लोकैमाः प्रजाः मद्भावा मानसा जाता येषां लोक इमा प्रजाः एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः सोऽविकम्पेन योगेन युज्यते नात्र संशयः सोऽविकम्पेन योगेन युज्यते नात्र संशयः अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते अहं सर्वस्य प्रभवो मत्तः सर्वप्रवर्तते इति मत्वा भजन्ते मां बुधा भावसमन्विताः इति मत्वा भजन्ते मां बुधा भावसमन्विताः मच्चित्ता मत्कतप्राणा बोधयन्तः परस्परम् मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् कथयन्तश्च मां नित्यं तुष्यन्ति चरमन्ति च कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ददामि बुद्धियोगं तं येन मामुपयान्ति ते ददामि बुद्धियोगं तं येन मामुपयान्ति च ते तेषामेवानुकम्पार्थम् अहमज्ञानजन्तमः तेषामेवानुकम्पार्थम् अहं ज्ञानजं तमः नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता अर्जुन उवाच अर्जुन उवाच परं ब्रह्म परं धाम अवित्रं परमं भवान् परं ब्रह्म परं धाम पवित्रं परं परमं भवान् पुरुषं शाश्वतं दिव्यम् आदिदेवमजं विभुम् पुरुषं शास्त्रवतं दिव्यम् आदिदेवमजं विभुम् आहुस्त्वां ऋषयः सर्वे देवर्षिर्नारदस्तथा आहुस्त्वां ऋषयः सर्वे देवर्षिर्नारदस्तथा असितो देवलो व्यासस्वयं चैव ब्रवीषि मे असितो देवलो व्यास स्वयं चैव ब्रवीषि मे सर्वमेतत्कृतं मन्ये यन्मां वदसि केशव सर्वमेतत्कृतं मन्ये यन्मां वदसि केशव न हि ते भगवन् व्यक्तिं विदुर्देवा न दानवाः न हि ते भगवन् व्यक्तिं विदुर्देवा न दानवाः स्वयमेवात्मनात्मानं वेत्थत्वं पुरुषोत्तम स्वयमेवात्मनात्मानं वेत्थत्वं पुरुषोत्तम भूतभावन भूतेश देवदेव जगत्पते भूतभावन भूतेश देवदेव जगत्पते वक्तुमर्हस्य शेषेण दिव्याह्यात्मविभूतयः वक्तुमर्हस्य शेषेण दिव्याह्यात्मविभूतयः याभिर्विभूतिर्भिर्लोकान् इमां त्वं व्याप्य तिष्ठसि याभिर्विभूतिभिर्लोकान् इमां त्वं व्याप्य तिष्ठसि कथं विद्यामहं योगिं त्वां सदा परिचिन्तयन् कथं विद्यामहं योगिं त्वां सदा परिचिन्तयन् केषु केषु च भावेषु चिन्त्योऽसि भगवन् मया केषु केषु च भावेषु चिन्त्योऽसि भगवन् मया विस्तरेणात्मनो योगं विभूतिं च जनार्दन विस्तरेणात्मनो योगं विभूतिं च जनार्दन भूयः कथयः तृप्तिः शृण्वन्तो नास्ति मे मृतम् भूयः कथय तृप्तिर्ह शृण्वतो नास्ति मे मृतम् श्रीभगवानुवाच हन्तते श्रीभगवानुवाच हन्तते कथयिष्यामि दिव्याह्यात्मविभूतयः हन्तते कथयिष्यामि दिव्याह्यात्मविभूतयः प्राधान्यतः कुरु श्रेष्ठ नास्त्यन्तो विस्तरस्य मे प्राधान्यतः कुरु श्रेष्ठ नास्त्यन्तो विस्तरस्य मे अहमात्मा गुडाकेश सर्वभूताशयस्थितः अहमात्मा गुडाकेश सर्वभूताशयस्थितः अहमादिश्च मध्यं च भूतानामन्त एव च अहमादिश्च मध्यं च भूतानामन्त एव च आदित्यानामहं विष्णुः ज्योतिषां रविरंशुमान् आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् मरीचिर्मरुतात्मस्मि नक्षत्राणामहं शशी मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी वेदानां सामवेदोऽस्मि देवानामस्मि वासवः वेदानां सामवेदोऽस्मि देवानामस्मि वासवः इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना रुद्राणां शङ्करश्चास्मि वित्तेषु यक्षरक्षसाम् रुद्राणां शङ्करश्चास्मि वित्तेषो यक्षरक्षसाम् वसूनां पावकश्चास्मि मेरुशिखरिणामहम् वसूनां पावकश्चास्मि मेरुशिखरिणामहम् पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् सेनानीनामहं स्कन्दं सरसामस्मि सागरः सेनानीनामहं स्कन्दः सरसामस्मि सागरः महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः अस्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः अस्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः उच्चैश्रवसमस्वानां विद्धि मामृतोद्भवम् उच्चैश्रवसमश्वानां विद्धि मामृतोद्भवम् ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ऐरावतं गजेन्द्राणां नराणां च नराधिपम् आयुधानामहं वज्रं धेनूनामस्मि कामधुक् आयुधानामहं वज्रं धेनूनामस्मि कामधुक् व्रजनश्चास्मि गन्धर्पः सर्पाणामस्मि वासुकिः व्रजनश्चास्मि गन्धर्पः सर्पाणामस्मि वासुकिः अनन्तश्चास्मि नागानां वरुणो यादसामहम् अनन्तश्चास्मि नागानां वरुणो यादसामहम् पितॄणाम् अर्यमा चास्मि यमः संयमतामहम् पितॄणामर्यमा चास्मि यमः संयमतामहम् प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् पवनः पवतामस्मि रामशस्त्रवृतामहम् पवनः पवतामस्मि रामशस्त्रभृतामहम् जषाणां मकरश्चास्मि श्रोतसास्मि जानवी जषाणां मकरश्चास्मि श्रोतसामस्मि जाह्नवी सर्गानामादिरन्तश्च मध्यं चैवामहमर्जुन सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् अक्षराणामकारोऽस्मि द्वन्द्वसामसिकस्य च अक्षराणामकारोऽस्मि द्वन्द्वसामासिकस्य च अहमेवाक्षयः कालः धाताहं विश्वतो मुखः अहमेवाक्षयः कालो धाताहं विश्वतो मुखः मृत्युः सर्वहरश्चाहम् उद्भवश्च भविष्यताम् मृत्युः सर्वहरश्चाहम् उद्भवश्च भविष्यताम् कीर्तिश्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा कीर्तिश्रीर्वाक्च नारीणां स्मृतिर्मेधा धृति क्षमा बृहत्साम तथा साम्नां गायत्री छन्दसामहम् बृहत्साम तथा साम्नां गायत्री छन्दसामहम् मासानां मार्गशीर्षोऽहम् ऋतूनां कुसुमाकरः मासानां मार्गशीर्षोऽहम् ऋतूनां कुसुमाकरः द्यूतं चलयतामस्मि तेजस्तेजस्विनामहम् द्यूतं चलयतामस्मि तेजस्तेजस्विनामहम् जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः मुनीनामप्यहं व्यासः कवीनां मुशनाकविः मुनीनामप्यहं व्यासः कवीनामुशनाकविः दण्डोदमयतामस्मि नीतिरस्मि जिगीषिताम् दण्डोदमयतामस्मि नीतिरस्मि जिगीषताम् मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् यच्छापि सर्वभूतानां बीजं तदहमर्जुन यच्चापि सर्वभूतानां बीजं तदमहर्जुन न तदस्ति विना यत्स्यात् मया भूतं चराचरम् न तदस्ति विना यत्स्यात् मया भूतं चराचरम् नान्तोऽस्मि मम दिव्यानां विभूतीनां परन्तप नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप एष दुद्देशतः प्रोक्तः विभूतेर्विस्तरो मया एष तुद्देशतः प्रोक्तः विभूतेर्विस्तरो मया यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा तत्तदेव अवगच्छ त्वं मम तेजोंश संभवम् तत्तदेवावगच्छ त्वं मम तेजोंश संभवम् अथवा बहुनैतेन किं ज्ञातेन तवार्जुन अथवा बहुनैतेन किं ज्ञातेन तवार्जुन विष्टव्याहमिदं कृष्णम् एकांशेन स्थितो जगत् विष्टभ्याहमिदं कृत्स्नम् एकांशेन स्थितो जगत् ॐ तत्सदिति श्रीमद्भगवद्गीतासु ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विभूतियोगो नाम दशमोऽध्यायः विभूतियोगो नाम दशमोऽध्यायः हरिः ओं सर्वं श्रीकृष्णार्पणमस्तु श्रीकृष्णार्पणमस्तु यदक्षरं पदं भ्रष्टं माताहीनन्तु यद्भवेत् तत्सर्वं क्षम्यतां देव नारायणं नमोऽस्तुते कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृते स्वभावात् करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ॐ तत्सत्